पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 134 महादेव उवाच वेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु सुन्दरि यत्र स्नात्वा विमुच्यन्ते यावदाभूदसंप्लवं वृत्रेण च कृधकूपो महागम्भीरसंज्ञकः कूपात्सा निःसृता देवी महापापौखनाशिनी यथा गङ्गा तथेयं च सरिश्रेष्ठा सुरोत्तमे अस्या दर्शनमात्रेण पापौखा शमयन्ति च शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् यच्छ्रुत्वा पापिनो दोषायुर्विमुक्ता कर्मबन्धनाद चम्पके नगरे चैव राजा राज्यं करोति सः सदा दुष्टो दुष्टरूपो जनानां स प्रपीडकः अधर्मो धर्मरूपश्च विष्णुनिन्दापरायणः देवद्विज निहन्ता च आश्रमाणां विदूषकः वेदनिन्दापरश्रीमान् मूर्खो वा निर्घृणशठः असच्छास्त्रेषु निरदपरधाराभिमर्शकः विदारुणेदि नामा च संजातो मूर्ख एव च कदाचिद्दैवयोगेन आगतस्थां नदीं प्रति आखेडकसमायुक्तः स्वयं पुष्टी सुरेश्वरी महापापादयं जादो ब्राह्मणानां च निन्दनाद वृथावादी दुरात्मा च षठो वै निर्घृणपशुः वेदनिन्दारदो नित्यं गोशास्त्राणां प्रदूषकः एवंविधो वने भ्राम्यं स्तृषार्थः स सुहृद्वृतः अश्वादुत्तीर्य राजासौ जलं पीत्वा गृहं गतः तेनैवोदकपानेन गतं कुष्ठं न संशयः बुद्धिस्तु निर्मला जाता तस्य राज्ञो विशेषतः विष्णौ भक्तिसमुत्पन्ना तदा तस्य सुरेश्वरी ततः प्रभृति कालेन स्नानं वै कृतवान् सदा निर्मलो बहुरूपाढ्यो जातस्तत्र सुरेश्वरी इह लोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः विप्रेभ्यो दक्षिणां दत्त्वा स गतो वैष्णवं पदम् इति ज्ञात्वा तु भो देवि वेत्रवत्यां विशेषतः स्नानं कुर्वन्ति ये विप्रास्ते मुक्ता नगनन्दिनी राजन्यो वाध वैश्यो वा शूद्रो वा सुरसतमे यत्र स्नानं प्रकुर्वन्ति ते मुक्ताः पापबन्धनाद कार्तिके वाधमाखे वा भाष्यो वा वेदनिन्दकः सरितां सङ्गमे स्नात्वा मुच्यते देवि किल्बिषाद सा भ्रमत्या समं यत्र तस्या सङ्गः प्रदृश्यते तदस्नात्वा विशेषेण मुच्यते ब्रह्मा सदा खेडकं नगरं दिव्यं स्वर्गरूपं तु वानके ब्रह्मणा तत्र वै देवि योगाश्च बहव कृताः तत्र स्नात्वा च भुक्त्वा च पुनर्जन्मन विद्यते सा द्वितीया स्मृता गङ्गा कलौ देवि विशेषतः ये नराः सुखमिच्छन्ति धनमिच्छन्ति ये नराः स्वर्गमिच्छन्ति ये लोकास्ते वै स्नात्वा पुनः पुनः इहलोके सुखं भुक्त्वा यान्ति विष्णोः सनातनं सूर्यवंशे च ये जाताः सोमवंशे तथैव च आगता व्यत्रवत्यां तु स्नात्वा निर्वृतिमागताः दर्शनाद्धरदे दुःखं स्पर्शनान्मानसंह्यकं स्नात्वा भुक्त्वा तथा देवि मुक्तिभागिनसंशयः स्नानाज्जपात्तथा होमादनन्दं फलमश्नुदे गत्वा वाराणसीतीर्थं भक्त्या चान्द्रायणं चरेत् तत्र गत्वा महत्पुण्यं तत्पुण्यं सुरसप्तमे वेत्रवत्यां विशेषेण पञ्चत्वं यदि गच्छति स वै चतुर्भुजो भूत्वा यादि विष्णोः परं पदम् पृथिव्यां यानि तीर्थानि ये देवा पितरस्तथा ते सर्वे च वसन्तीह वेत्रवत्यां सुरेश्वरी किमन्यद् बहुनोक्तेन भूयो भूयो वरानने वेत्रवत्या समं तीर्थं पृथिव्यां न सनातनि अहं विष्णुस्तथा ब्रह्मा वेदाश्च परमर्षयः तिष्ठन्ति देवता सर्वे वेत्रवत्यां महेश्वरी एककालं द्विकालं वा त्रिकालं च विशेषतः स्नानं कुर्वन्ति ये तत्र ते वै मुक्तानसंशयः इति श्रीपाद्मे महापुराणे उत्तरखण्डे वेत्रवदी महात्म्ये चतुस्त्रिंशाधिकशततमोऽध्यायः ॐ